नमस्ते नमस्ते भगिनी, अरुणा अस्मि। नमस्ते सर्वेभ्य, सरला अस्मि, अरुणा अन्य कोऽपि अस्ति? न न भगिनी, केवलं भवती अस्तु। अहं किं कुर्मः इति आशीलिङ्ग प्रारम्भत भगिनी आगच्छति दशनिमिषे अस्तु। आशीलिङ्ग किम् अस्ति इति आशीलिङ्ग लिङ्ग् लौटो इति सूत्रेण वयं जानीमः। लिङ्ग् लौटो च लकारो यत् अप्राप्तस्य प्राप्तुमिच्छा भवति तत् आशीलिङ्ग वा आशीर्वादार्थे इति तस्य अर्थं भवति। अस्तु, तदनन्तरं वयं जानीमः लिङ्गाशीष इति सूत्रेण लिङ्गाशीष इति अर्धधातुक अर्धधातुकं तिङ् प्रत्यय अस्तु लिङ्गाशीष इति अनेन अर्धधातुकप्रक्रिया आगच्छति लकारे साधु साक्षात् प्रत्ययः प्रत्यय तिङ् प्रत्ययः तेषाम् आर्धधातुकसंज्ञा भवति लिङ् लिङ्गाशीष इति सूत्रेण आगत्य सामान्यत वयं जानीमः तिङ्क्षित् सावधातुकं, किन्तु यदि आर्धधातुकप्रत्ययः साक्षात् आगच्छति तस्य अनन्तरं लकार इति यदि अस्माकं विवक्षा अस्ति लकार यस्य लट् लकारे धातु तद् धातुनन्तरं लट् लकार आगच्छति तत् लट् लकार आगत्य तत् किं भवति लट् अनेन लस्य अनेन कर्तरी शप् आगच्छति साधु। तदनन्तरं कर्तरी शप् आगत्य तद् गण धातु किं गणे अस्ति तस्य अनुसारं गणचिन्तनं भवति। यदि अर्धधातुकप्रक्रिया अस्ति तद् धातु अस्ति धातु यदि लिङ्ग लस्य इति सूत्रेण लकार लिङ्गाशीष लकार यदि लिङ्गाशीष अस्माकं विवक्षा अस्ति तु लिङ्गाशीष सूत्रेण साक्षात् धातुतः लिङ्गाशीष आगच्छति तदनन्तरं तिङ् प्रत्यय आगच्छन्ति तेषाम् अर्धधातुकसंज्ञा भवति तृतीयलिङ्गाशीष आर्धधातुकसिङ् इति भवति। तत् तथैव लिट् लकार असि अपि असि लिट् लकार तद्वति लिट् लिङ्गाशीष इति अस्तु। अर्धधातुकप्रक्रिया यदि भवति तेषां महोदय उक्तवान् पञ्च अङ्गानि सन्ति, भवती स्मृतवती पञ्च अङ्गानि के? प्रत्यय आदेशः आदेशः भवति, तदनन्तरम् इदागम अस्ति, तदनन्तरम् अतिदेश अस्ति भगिनि, अतिदेशधातुः, तदनन्तरं सम्प्रसारण भगिनि धातु आदेश द्वित्वं भवति। इदानीं वयम् उक्तवन्तः लिङ्गाशीषनेन प्रत्यय आदेश आगच्छति साधु धातुतः प्रत्यय विधानं भवति यथा धातु पठति यदि लिङ्गाशीष इति अस्माकं विवक्षा अस्ति तु पठ् योगयात् आगच्छति पठ्यात् साधु। यदि धातु भू अस्ति सो भू धातु भूयात् इति कथम् अस् धातु अस्ति यदि तो अस् धातु अस्ते भू तद् धातु आदेश सो धातु प्रत्यय आदेश धातु आदेश अतिदेशक इति त्रय कार्य अङ्गानि आशीलिङ्गे आगच्छति। द्वित्वं न भवति अपि इदागमं न भवति कारण कि यात् किमस्ति यात् प्रत्यय अस्ति तत् वलादि नास्ति सो इदागमस्य चिन्तनं न भवति चिन्तनं अस्तु। केवलं प्रत्यय आदेशः धातु आदेशः अतिदेश आदिदेश अतिदेशभवति अतिदेशकार्यम् अपि अस्ति. तदनन्तरं अतिदेश इत्युक्ते किम्? भूस्थाने धातुविषये स्थाने नो तत् अतिदेश नास्ति, तत् आदेश विधानम् अस्ति. आदेश धातोः आदेशविधानं भवति तत्र. अतिदेश इत्युक्ते यदा वयं किदाशी इति अनेन तत् तस्य अतिदेश धातोः स्वरूप स्वभाव भिन्नं भवति. तत् अस्ति अतिदेश. यदा अतिदेश इति अन्य स्वभावः परिवर्तते, अन्यकं सूत्रम् आगत्य धातोः स्वभावः परिवर्तनं करोति. यथा यदि निच् अस्ति चूरस्य प्रत्ययोः भगिनि प्रत्ययोः अङ्गस्य अङ्गं वक्तुं शक्यम् इति. तस्य पट् धातु अस्ति. यदि हेतुमति वयं विधानं कुर्मः, हेतुमति पाठी इति भवति, तु पाठी इति अतिदेशकधातुः भवति. पट् इति मूलधातुः अस्ति. सो प्रेणार्थे प्रेणा अति इति निजत् आतिदेशक स्वभावः भवति पाठी अनेन. तत् यदि पाठी अस्ति तत्र यदि पाठी नित् अस्ति तत् कार्यं भिन्नानि सति अचोन्यनति इति. तेषां यदि निच् आगच्छति ते तानि कार्याणि भवन्ति अचोन्यनति अतोपधाया इति. ओके, यदि इदानीं किदाशीष आगच्छति किदाशीषनेन किं भवति कित्वत् भवति साधु. सामान्यतया आशीर्लिङ्ग् अनेन ङित् अस्ति साधु. लिङ्ग् आशीर्लिङ्ग् लिङ् इति इत्युक्ते ङित् अस्ति केवलं, परन्तु किदाशीष अनेन सूत्रेण कित्वत् तत्र आरोप्यते. सो कित् भवति. सो इदानीम् आशीर्लिङ्गे इति कित् अस्ति. अपि वयं जानीमः अतिदेश द्वये स्वरूपे एक अङ्गं न तिष्ठन्ति, केवलम् एकस्वरूप एव स्वीकरोति. सो आदौ इति ङित् अस्ति. यदि भूयात् इति आदौ ङित् अस्ति, किन्तु किदाशीषनेन तस्य कित् भवति. तत् अस्तु. अस्माकं किम् आदेश अस्ति भू अस्धातु. अन्य अस्ति चक्षिङ् ख्याच्. चक्ष अस्ति तत्र ख्या इति आदेशः भवति. ख्या अपि वार्तिकेन ख्या क्षा भवति. सो क्षायात् इति अज् धातो वि इति. सो अजे व्यञ्ञपो अनेन अज् धातु वि भवति. सो वियात् इति ब्रू इति ब्रुवो वचि ब्रू धातु. तु ब्रूवात् ब्रूव्यात् उच्यात् इति आगच्छति. प्रथमं वचि आगच्छति ब्रू तस्य वचि, तदनन्तरं वच् इति वयं जानीमः सम्प्रसारणं कार्यं भवति. उच्यात् आगच्छति. तु वयं भगवान् उवाच इति वयं जानीमः साधु भगवद्गीतायां. सो धातु ब्रू अस्ति तत्र. अस्तु, हन् धातु अपि अस्ति. हन् धातु विधि वद् भवति. वद् धातु अस्तु. सो आदेशे उपजेते एजन्त ये धातवः सन्ति तेषाम् उपदेशे अवस्थायाम् एच् धातु यदि एक ऐ वा ओ ए औ ऐ औ ये एच् प्रत्याहारे धातव ये अन्ते अस्ति तेषाम् आत्वं भवति, न तु शिति परे, यदि शित् अस्ति तत् न भवति, अशिति परे. प्रसज्य प्रतिच्छेद अशिति भवति, यत् शित् अस्ति तत् न भवति, तद् भवति प्रसज्य प्रसज्य प्रतिषेध. किन्तु यदि शित् नास्ति, शित् भिन्न प्रत्यय अस्ति, तत्र आत्वं भवति, यथा ग्लै योगया अस्ति, तो ग्लै ग्ला भवति, तो तत् अस्ति पर्युदास पर्युदास प्रविशति प्रति द्वे भवन्ति साधु. यदि नञ् तत्पुरुष अस्ति सूत्रे अशिति इति अर्थं द्वयम् आगच्छति, एकमस्ति पर्युदास प्रतिषे अन्य अस्ति प्रसज्य प्रतिषेध. पुनः वदतु भगिनि, अहं अशिति अशिति इत्युक्ते न शिति साधु इति नञ् तत्पुरुषसमासः भवति, न शिति नञ् न शिति इत्युक्ते यत् शित् नास्ति, यत् शित् नास्ति तत्र विधिः भवति. यत्र यदि शित् प्रत्यस्ति तथा स्वीकुर्मः, यदा उदाहरण द्वादिगणे अभ्वादिगणे इति आगच्छति भूधातु, ओके, तत्र भू शप् अस्ति तत्र, तो तत्र आदेशोपदेशे चिति भू भौ भवति, भौ तत्र उपदेशे नास्ति, तत् साधु नास्ति, क्षम्यताम्. अहं भू न चिन्तयितुं शक्नोमि, एच् प्रत्याहारे उपदेशे अवस्थामि अन्यगणशक्ये धातुः अस्ति इति यदि स्वीकुर्मः सप्न भो नास्ति किन्तु कल्पना कुरु इति भो इति वादिगणे ओकारान्तधातुः अस्ति अस्ति उपदेशे अवस्थायाम्, ओके. यदि उपदेशे अवस्थायाम् अस्ति किन्तु भो योग शप् अस्ति तदनन्तरं शप् परे अस्ति, तो शप् शिति अस्ति, सो तत्र आत्वं न भवितुं शक्नोति, भो भा न भवितुं शक्नोति, कारणकि शिति परे अस्ति. सो अशिति भवेत् आदे च उपदेशे इति अनेन, शित् न भवेत् तत्र, शित् न भवेत् यथा यात् अस्ति इदानीं भूयोग ग्लै योग यात् अस्ति अत्र, सो यात् इति शित् नास्ति, शित् नास्ति इत्युक्ते शकारपरे नास्ति, शित् इत्युक्ते शित् शकार यत् संज्ञा भवति, यस्य शित् संज्ञा भवति तद् भवति शित् शिति साधु. शप् इति तत्र शित् संज्ञा भवति, शप् इति तत्र शित् भवति, पकार संज्ञा भवति, तत्पित् अस्ति, सो तत्र यात् तत्र शित् नास्ति, सो आदेशे उपदेशे शिति उपदेशे अवस्थ्यां यदि एच् प्रत्याहारस्य कोऽपि धातु पूर्वम् अस्ति तस्य धातु आत्वं भवति यदि शित् परे नास्ति, शित् परे नास्ति यथा यात् अस्ति, तो अत्र यत् प्रत्ययः अस्ति तत् प्रत्ययः अस्ति किमपि अस्ति भिन्नम् अस्ति शित् नास्ति, यदि किमपि अस्ति भिन्नम् अस्ति तत् अस्ति पर्युदास प्रतिषेध, यदि शित् अस्ति तत्र वयं वदामः प्रतिषेध प्रसज्य प्रतिषेध, तत्र कार्यं न भवति. धन्यवादः भगिनि. अस्तु, पुष्पा भगिनी अपि आगतवती. अस्तु पुष्पा भगिनी, नमस्कारः. वयम् इदानीं नमस्कारः पुनः स्मरणं कुर्मः अस्ति, तद्लिङ्गकारे यासु परस्मैपदेषु धातु ञिच् अनेन ञित् भवति साधु, तत् वयं जानीमः. इदानीं वयं किं कुर्मः, सो वयम् अतिदेश वयं जानीमः किदाशी शनेन अतिदेश भवति, कित् इति कित् इति विधानं भवति तत्र, कित् स्वभावः भवति कित्, सो इदानीम् अजन्तधातव इति वयं न कुर्मः, एजन्तधातव सम्प्रसारं कुर्मः वा गतसप्ताहे यत् महोदय कृतवान् तत् पठामः, साधु चूरधातु तो इदानीम् अपि चत्वारि कार्याणि भवति साधु, यदि आर्धधातुकः अस्ति तत्र सम्प्रसारणं कार्यं भवति, अपि अनदितं हल् उपधायाम् इति नकारस्य लोपः भवति आर्धधातुकप्रक्रियायां, निच् तत्र अस्ति आशीलिङ्गपरस्य पदे पाठस्य तिङन्त व्यतुत्पत्तिपदे चतुर्षु भागेषु विभक्तः, सामान्य अजन्तधातव, सम्प्रसारणधातव, अनदितधातव, चुरादिगणय धातव अस्तु। सो वयं जानीमः सामान्य वयं पुनः अजन्त हलन्त इति विभजनं कुर्मः, अजन्तधातव आकारान्तधातवः अस्ति इदानीं तस् तेषां एलिङि अस्ति, एलिङि इति अनेन एत्वं भवति, यथा घूमा स्थापा इति अस्ति सामान्यतः घूमा स्थापा तत्र पा भवति तत्र इति स्था स्थीयते यथा ईकार भवति तत् ईकार बाधित्वं भवति ए ऐ भवति तत्र दा दि धा धा तत्र दे देयात् यथा किमस्ति कर्मणि कर्मणि प्रयोगे यक् आगच्छति तत्र दीयते वयं वदामः, किन्तु यदि आशीलिङ्ग् अस्ति तत्र देयात् आगच्छति तत्र कारणकि तत् सूत्रमस्ति ए लिङि अस्तु भगिनि भगिनि भगिनी वयं जस्ट् पुनः स्मरणं कृतवन्तः इदानीं पर्यन्तं, किन्तु मङ्गलवासरे महोदय चुरादिगणस्य पाठनं अनन्तरं पाठं पूरितं सम्पूर्णं कृतवान् गते सप्ताहे सम्प्रसारणं दात्वा कृतवन्तः अनिदित् इति अनदित् अपि अनदित् द्वयो तर्हि सम्प्रसारणं विषये अस्माकं कृतवन्तः अस्माकं संशयः निवारितः खलु, महोदय उक्तवान् यद् अस्माकं तु भ्रमः जायते स्म जातः आदेशोपदेशे शीति कार्यं करोति वा नो चेत् किम् अस्ति सम्प्रसारणकार्यं कार्यं करोति वा इति भ्रमः आसीत्, किन्तु महोदय तु निवारितवान् उपदेश अवस्थायां प्रथमम् आदेश अशीति उपदे इत्यनेन आत्वं भवति तदनन्तरं सम्प्रसारणकार्यमपि भवति इति निर्दिष्टं खलु। उदाहरणमपि अस्ति तत्र प्रथमम् आदेशः भवति गुरुस्थाने वच् आगच्छति तदनन्तरम् तर्हि अनिदित् धातूनां विषये तु वयं पूर्वं वयं सुपरिचित वयम् अनन्तरविषयः नास्ति इति मन्ये, तर्हि अग्रे तर्हि सुरादिगणे दातवः प्रेरणार्थे निजस्य दातवः प्रारम्भं तत्र कियत् पर्यन्तम् अभवत् महोदय पूर्वं धन्यवादः भगिनि. अस्तु, तर्हि पूर्णं कृतवान् खलु, तर्हि वयमपि अरुणा भगिनी पठति किं भगिनि? चुरादि चुरादिगणीयदातवः प्रेरणार्थे निजन्तदातवः इति पठ्ययोगहेतुमति च भगिनि. आं भगिनि, चुरादिगणे निच् प्रत्ययः स्वार्थे इति अस्ति खलु, चतुर्थः बिन्दुः अतिदेशिक धातुः निष्पद्यते. फट् योगः हेतुमस्ति न भगिनि, तस्मात् अपि तद् समापितवन्तः किं भवन्तौ? चुरादिगणे निच् प्रत्ययः स्वार्थे विद्यते इति प्रथमपङ्क्तिम् अभवत् किम्? ओ, प्रथमपङ्क्त्या चुरादिगणे दातवः प्रेरणार्थे निजन्तदातः वाच. चुरादिगणे निच् प्रत्ययः स्वार्थे विधीयते एव, यथा चुर् योगः निच् चूरि, तदा सनाद्यन्तदातवः इत्यनेन चूरि अन्य छालि इत्यादीनाम् आतिदेशकधातूनां धातुसंज्ञा भवति. चुरादिगणे स्वार्थार्थे निच् प्रत्ययः विधीयते. निच् अस्ति चेत् इकार एव अवशिष्यते, निष्कर्ष चोरि निच् अस्ति वृद्धि भवति चोरि इति रूपं चोरि तदा नूतनधातुः अस्ति, ततः सनन्ददातवः सनाद्यन्तदातवः इति सूत्रेण नूतनधातुः अस्ति. तदेव चुर् योगः भुवादयोः दातवः इत्यनेन चुर् इत्यस्य धातुसंज्ञा सत्यापाशरूपवीणातूलश्लोकसेनालोमत्वच् वर्मवर्णचूर्णचुरादिभ्यो निच् इत्यनेन चुरादिगणीयधातुभ्यः निच् प्रत्ययः विधीयते. चुर् योग ई पुगन्तलपु लघुपदस्य सूत्रेण उपादायां लघु इक् पुनः आददातुकप्रत्यये परि चूरि सनाद्यन्तदातवः इत्यनेन धातुसंज्ञा चूरि इति आदिदेशकधातुः. तदेव अहम् उक्तवती. तथा च प्रेरणार्थे निचि अपि आदिदेशकधातुः निष्पद्यते. पठामि भगिनि? कृपया कृपया भगिनि. फट् धातुः उदाहरणमस्ति. हेतुमति च इति सूत्रेण प्रेरणार्थ धातोः निच् योगं भवति. तत्र पट् योगः इ अत उपादायाः इत्यनेन उपादायाम् अतः वृद्धि निति प्रत्ययपरे पाटि इति रूपं तत्र सनन्ददातवः इति सूत्रेण नूतनधातुः अस्ति. सत्याप पठनीयं भगिनि? भगिनि प्रथमवाक्यम् अन्ति अनुवृत्तिसहितम् अनुवृत्त्यं सत्य सत्याप पाशरूपवीणातूलश्लोकसेना लोम त्वच् त्वच कर्म वर्णचूर्ण चुरादिभ्यो निच् सूत्रमस्ति. तृतीय अध्याये प्रथमपादे पञ्चत्रिंशत् सूत्रम् अनुवृत्तिसहितसूत्रं सत्याप पाशरूप वीणातूलश्लोकसेनालोम त्वच वर्ण वर्म वर्णचूर्णचुरादिभ्यः धातुभ्यः निच् प्रत्ययः परश्च. सूत्रे केवलं चुरादि एव अन्यपदानि सुबन्तरूपं प्रातिपदिकम् अस्ति भगिनि. अहं मन्ये चुरादिभ्यः एव धातुभ्यः निष्प्रत्यय स्वार्थार्थे प्रयुज्यते. सूत्रद्वयं स्वार्थे निच् तु सत्यापपाश अनेन सूत्रेण, चुरादिभ्यो निच् इत्यनेन सूत्रेण, अनन्तरं प्रेरणार्थे निच् इत्यस्य कृते हेतुमति च हेतुमति च अति सूत्रमपि तृतीय अध्याये प्रथमपादे षट् त्रिंशत् सूत्रमस्ति. अनुभूतिसहितसूत्रं हे उत्तमति स धातोः निच् प्रत्ययः परश्च तदेव अत्र प्रेरणार्थे अस्ति चेत् अत्र निच् प्रत्ययः हेतुमति इति सूत्रेण विधीयते धातुतः परश्च। धन्यवादः पुष्पा भगिनी, भवती पठति किं सनाद्यन्ता दातवः इति शीघ्रं शीघ्रं सुपरिचितकार्याणि सन्ति। पुष्पा भगिनी अस्तु भगिनि अस्तु भगिनि अस्तु सनाद्यन्ता दातवः द्वादशप्रत्ययाः सन्ति येषां संयोजनेन नूतनाः धातवः सृष्टाः भवन्ति। सन् क्वच् क्यच् क्यच् काम्यच् क्यश् क्यड् क्यञ् क्विं क्विप् नि यङ् निच् यक् आय् यङ् इति येषां प्रकृतिः अङ्गं क्वचित् धातुः क्वचित् प्रातिपदिकं सन् आदौ येषां ते सनादयः सनादयन्ते येषां ते सनाद्यन्ताः सनाद्यन्ताः प्रथमान्तं धातवः प्रथमान्तं द्विप्रथमजं सूत्रं सूत्रस्वयं सम्पूर्णं सनाद्यन्ताः सनाद्यन्ता धातवः तद् एते द्वादशप्रत्ययाः सन्ति सनाद्यन्त प्रत्ययः एतद् सर्वे प्रकृतिः क्वचित् धातु आगच्छति क्वचित् किं प्रातिपदिकं न सम्यक् एवञ्च पठामि अग्रे एवञ्च प्रत्ययोजनेन द्वे अपि आगच्छति केचित् द्वातु केचित् प्रातिपदिकं केन संयोगः भवति धातुतः अत्र सम्यक् अस्ति भगिनि सत्यं अङ्गं यत् अस्ति तत्र नूतन यत्र सनाद्यन्ता दातवः इति धातु नूतनधातुं वयं निष्पादयामः किन्तु मूलरूपं यत्र प्रत्ययस्य योजनं भवति अङ्गम् इति वदामः खलु तत्तु प्रातिपदिकं भवितुम् अर्हति धातुः अपि भवितुम् अर्हति किन्तु मूलं प्रातिपदिकं वा धातुः वा भवितुम् अर्हति किन्तु अन्ततो गत्वा वयं धातुं निर्मामः इत्युक्ते धातुतः धातु नो चेत् प्रत्य प्रातिपदिकात् पुनः दातुं निर्माणं कुर्मः अत्पर्यन्तं वयं जानीमः यक् इति कर्मणि भावे वयं योजयामः रिचति प्रेणार्थे योजयामः तत् केवलं वयं पिपठिष्यति इति सन् सनन्तम् अहं न अग्रे पठामः भगिनि पिपठिष्यति इति वदामः खलु पठिष्यामः भगिनि अत्र सन् अनन्तरं यङ् यङ् लुक् वयं पठिष्यामः अग्रे लुक् आगच्छति आगच्छति अधुना विवक्षा नास्ति खलु यत्र वयं प्रातिपदिकात् क्रियापदम् आगच्छति उदाहरणार्थं पुटीकरोति पुटः इत्यस्मात् पुटीकरोति वस्त्रं पुटीकरोति वक्तुं शक्यते खलु तादृशं कण्डूयते पुटीकरोति इति तादृशं सनातनयोजनेन नूतनधातुनिर्माणम् एव भवति खलु धातुतयोजितं भवति वा प्रातिपदिकं योजितं भवति वा धातुं धातून् वयं निष्पादनं कुर्मः अस्तु भगिनि एवञ्च चुरादौ प्रेरणार्थे निचि च उभयत्र निजन्तः अतिदेशिकदातु धातुः निष्पद्यते. चुरादौ स्वार्थे निच् स्वार्थे चोरि क्षालि इत्यादयः धातवः. प्रेरणार्थे पाठि प्रेरणार्थे पाठि लेखि नायि इत्यादयः धातवः. उभयत्र चुरादौ प्रेरणार्थे निचि च यत्किमपि रूपं निष्पादयितुम् इति एव. सर्वप्रथमं निचः विधानं भवति, तदनन्तरम् एव अन्यानि. सर्वप्रथमं निच् प्रत्ययः निचः प्रत्ययः विधानं भवति, तदनन्तरम् एव अन्यानि कार्याणि करणीयानि. तथैव भवति आशीर्लिङ्ग् च. सर्वप्रथमं निच् तदा धातुसंज्ञा, तदा आशीर्लिङ्ग् तिङ् प्रत्यये संयोजनं तद् यथा चुर् योगः इ चोरि. उदाहरणमस्ति न चुर् योगः इ चोरि आशीर्लिङ्गः वक्षायां चोरि योगः या चोर् कोऽपि आगच्छति चुरादि स्वार्थे तु चुरादिगणेभ्य गणेभ्यः धातुभ्यः एव निच् विधीयते. केवलं दशमगणस्य उक्ताः उक्तेभ्यः धातुभ्यः एव निच् प्रत्ययः विधीयते. किन्तु यत्र प्रेरणाते अस्ति गणभेदः तत्र तु नास्ति. सर्वेभ्यः गणीयधातुभ्यः तत्र निच् प्रत्ययः भवति इति स्मर्तव्यम्. अनन्तरं भवत्या यथा उक्तम् आसीत् यत्र यत्र नूतनधातुं निष्पादनं कुर्मः तदनन्तरं वयं प्रत्ययं योजयामः, अन्यप्रत्ययं योजयामः. तर्हि प्रथमसोपानं तु निचः विधानम् अस्ति इति कृत्वा निच् विधानेन नूतनधातुं प्राप्नुमः चोरि इति. तदनन्तरम् आशीर्लिङ्गविवक्षायां यायत् इति प्रत्ययः. तर्हि का स्थितिः इति अग्रे पश्यामः. धन्यवादः भगिनि. सरला भगिनी, अस्यां दशायां रेण निटि इत्यनेन यस्य आर्धधातुकप्रत्ययः वेदागमो नास्ति तस्मात् पूर्वं रे प्रत्ययस्य लोपो भवति. परस्मैपदे आशीलिङ्गि सिद्धतिङ्गप्रत्यया बलाधीनः न सन्ति इति कारणतः तेषाम् इडागमो न कदापि भवति. अनेन चरादिगणे प्रेरार्थे निच् कश्चन रिजन्तधातुः अस्ति चेत् रेण निति इत्यनेन निच् लोपो भवति. इदानीं रेण यदि नूतनधातु हेतुमति वा चुरादिगणे सत्यपाश अनेन यदि योजनेन निच् योजनेन वयं रिजन्त आदिदेशकधातव वयम् आप्नुमः. तदनन्तरं रेणनिति यदि विवक्षा आशीलिङ्गि अस्ति रेणनिति सूत्र आगत्य तत्र कार्यं करोति रिच् लोप भवति तस्य पूर्वं. कारणं कि रेणनिति तस्य निमित्तम् अस्ति आर्धधातुके अनित् प्रत्यय परे यदि भवेत्. सो यदि यात् आशीर्लिङ्गे अस्ति तत् वलादिना अस्ति तत्र इदागमस्य चिन्तनं न भवति. अतः निमित्तं पूर्वाणि पूरितानि भवति. आर्धधातुकप्रत्ययः अस्ति इदागमः नास्ति तु इति आर्धधातुक अन्यत् प्रत्ययः अस्ति तेषां पूर्वं यत् निच् अस्ति तस्य लोपः भवति. उदाहरणं चोरि अस्ति तु चोरि इति तत् यत् निच् अस्ति ईकार तस्य लोपः भवति. यदि हेतुमति अनेन यदि वयं पूर्वं दृष्टवन्तः पाठी अस्ति तु ईकारस्य लोपः भवति पठ्यति भवति. सो इदानीं पुनः उदाहरणम् अस्ति चुर् सत्यपाश रूप वीणा तूल श्लोक सेना लोम त्वच वर्म वर्ण चूर्ण चुरादिभ्यो निच् इत्यनेन चुरादिगणे निच् प्रत्यय विधीयते. स्वार्थे चुर् योग निच् चोरि चोरि योग यात् नेन निति इत्यनेन निच् लोपः चोर् योग यात् चोर्यात् इति भवति. तो चुर् इति धातुः अस्ति सत्यपाशनेन निच् योजनेन तत्र पुगन्तलघुपदस्य अनेन चोरी उकारस्य ओकार भवति तु चोरी आगच्छति निचोजनेन चोरी योगयात् इति आशीलिङ्ग प्रथमपुरुष एकवचने स्वर्णेन निति अनेन ईकारस्य लोप भवति तु चोर्यात् इति क्रियापदं निष्पन्नं भवति. सुनेन निति इति यस्य आदधातुकस्य यदागमो नास्ति तस्मात् पूर्वं लिप् प्रत्ययस्य लोपः भवति. अनुवृत्तिसहितसू सूत्रमस्ति ने लोपः अनिति आदधातुके. ने इति षष्टिविभक्ति स्थानी भवति ने तस्य लोपः भवति नकारस्य लोपः अनिति यस्य यदागमः नास्ति इत्यस्य स तस्य आदधातुकप्रत्ययः अत्र अस्ति तस्य तत्परे अस्ति तु नकारस्य लोपः भवति इति सूत्रं वदति. अग्रिमे पठामः एवमेव च. आं भगिनि कृपया. अस्तु. कथयोग निच् अतो लोप इत्यनेन अदन्त अङ्गस्य ह्रस्व आकार लोपः भवति आदधातुकप्रत्यये परि. कथ योग निच् अतो उपधाया इत्यनेन उपधायां स्थितस्य अतः वृद्धि निति निति प्रत्यये परे भवति स्म. अतः परस्मिन् पूर्वविधो इत्यनेन परनिमित्तिक अजादेश स्थानीवत् भवति. पूर्वविधो कर्तव्ये कत् धातो अन्त्यलोपः इत्येव दृश्यते. अतः उपधाया इति सूत्रेण कथ दृश्यते इति कारणतः उपधायाम् अधुना थकार वर्तते अतः वृद्धि न भवति. कथि सनाद्यन्तधातवः इत्यनेन धातुसंज्ञा कथि कथियोगयात् नेन निति इत्यनेन निच् लोपः तत् योगयात् कथ्यात्. कथ इति चुरादिगणे धातुः अस्ति. अदन्तधातुः अस्ति. कथ योग निच् इदानीं निच् अस्ति तत्र अतो लोप तस्य उपदेश अवस्थायां कार्यम् अस्ति. अदन्त अङ्गस्य अकारस्य लोप भवति आदधातुकप्रत्यये परे. सो यत् कथ यस्य अन्तिम अकार अस्ति तस्य लोप भवति अथो लोप अस्ति इति सूत्रेण तो कथ योग निच् आगच्छति. इदानीम् अतोपधाया तस्य प्रसक्तिः अस्ति. यदि अतोपधाया कार्यं करोति तु कात् योगी भवति किन्तु तत् इष्टरूपं न अस्ति. इदानीम् अन्यचिन्तनं मम पूर्वं दृष्टवन्तः स्थानीवत् आदेशो अनल्विधौ इति यत् अस्ति तत्र तस्य कार्यम् अशास्त्रीयकार्यं भवति. यदि स्थानीवत् अकार आगच्छति तत् अशास्त्रीयकार्यं न करणीयम्. अतः स्थानीवत् अनल्विधौ तस्य कार्यं न भवति. किन्तु अच परस्मिन् पूर्वविधौ इति सूत्रेण शास्त्रीयकार्यं भवेत् वा अशास्त्रीयकार्यं तस्य कोऽपि निर्बन्धः नास्ति. अतः अच परस्मिन् पूर्वविधौ तस्य कार्यं भवति. कथं भवति? यत् अकारस्य लोपः भवति तत् स्थानीवत् भवति. कारणं कि परस्मिन् इति परस्मिन् यत् तस्य स्थानीवत् आदेश यत् आगच्छति अकार तस्य पूर्वविधिः अस्ति. यत्र कथ धातुः अत उपधाया कार्यं कर्तुम् इच्छति विद्धि तस्य पूर्वम् अस्ति पर तस्य निमित्तम् अस्ति. अतः अकार स्थानीवत् इति भवति कथ आगत्य अत उपधाया तस्य सूत्रस्य तस्य सूत्र तत् सूत्रं उपधायां पश्यति न तु अकार. अतः अत उपधाया कार्यं बाधितं भवति तु कत् एव तिष्ठति. तत्र कत् योग निचि इति कथि इति आगच्छति पुनः रेण निति अनेन कत् यो कथि योगयात् रेण निति अनेन इकारस्य लोपः भवति सो कत् यात् इति भवति. धन्यवादः भगिनि. पुनः अरुणा भगिनी पठितुमिच्छति अत्र अतो लोपः इति प्रथम तदपि प्रथमवाक्यम् अनन्तरम् अन्तिमवाक्यं पठित्वा अग्रे महोदयस्य किञ्चित् तस्मिन् पुनः उपदेशे इत्यस्मिन् विषये दत्तमस्ति. भगिनी अहं सम्यक् उक्तवती परस्मिन् अस्तु आमामां वयं चिरादिगणे धातूनां विषये पूर्वमेव पठितवन्तः खलु पूर्वम् अस्ति पठितवन्तः अहं प्रश्नः अस्ति किं कस्यचित् अपि अत्र अजः परस्मिन् विधौ इत्यस्मिन् अर्णभगिनी म्यूटेड् अस्ति भगिनि अग्रे अतोलोपः इति आरभ्य अतोलोपः अदन्त अङ्गस्य ह्रस्व अकारलोपो भवति आदुदात्तकप्रत्यये परे येन विधि तद् सूत्रमेव अनुवृत्तिसहितमेव भगिनि अनुवृत्तिसहितसूत्रम् अतः अङ्गस्य लोपः आदुदात्तके उपदेशे अत्र अदन्ताङ्गस्य ह्रस्व अकारलोपो भवति निमित्तमस्ति आर्धदातुकप्रत्यये येन वित्तदन्त परिभाषेण अन्य पूर्ण अङ्ग नास्ति आकारान्त ह्रस्वाकारान्त अङ्गस्य एव तदनन्तरम् अलोन्तस्य परिभाषेण अन्तिमवर्णस्य आकार वर्णलोपो भवति उपदेशे इति अनुवृत्ति सहितसूत्रं वदति अर्धदातुके उपदेशे अस्ति चेत् एव तत्समये एव न तु अन्यतमम् अत्र दत्तम् ओके भगिनि सम्यक् भगिनि अतो लोपः इति सूत्रे प्रश्न उदेति किमर्थम् उपदेशे इति उक्तम् उत्तरमेवं यत् अनुवृत्तौ उपदेशे इति यदि न अभविष्यत् तर्हि कार्य कस्यचित् स्थितिषु अनुपदेश अवस्थायाम् इष्टं रूपं न प्राप्स्यात् यथा भुवादिगणे ऐ गतौ इति धातुः उदाहरणार्थं कश्चन अर्धधातुकप्रत्ययः अस्ति किप् अतो लोपः किमत्रम् उपदेशे इति अनुभूतिसहितसूत्रं वदति उत्तरमस्ति उपदेशे इति नास्ति चेत् रूपम् इष्टं रूपं न प्राप्स्यते ततः तदर्थं महोदय उदाहरणं दत्तं भवादिगणे ऐ धातु गतौ इति धातु उदाहरणार्थम् अत्र किप् प्रत्यय किं किं भवति इति दत्तं प्रथम ऐ धातु योग किप् अनुबन्धलोपानन्तरम् ऐ ककारपठति तेजेन इत्सङ्ग लोपः पकार अलङ्कमित्रेण अपगच्छति इकार अपि उच्चारणार्थमिति अहं मन्ये तदर्थः केवलं वकार एव अवशिष्यति लोपो व्योर्वरि इत्यनेन यकारलोपः आयोगः वा अस्ति अतो लोपः इति सूत्रम् आगत्य आलोपः भवति वेदप्रकृतस्य इत्यनेन वा लोपः तत्समये शून्यमेव अवशिष्यते सः उपदेशे एव अत्र दत्तं ततः रूपं इष्टं रूपं भवति किं भगिनि न श्रूयते अत्र उदाहरणं चेत् प्रत्ययोजनसमये आयुधः विषये प्रथमं लोपो न श्रूयते भगिनि उच्चैः वदति किम् श्रूयते भगिनि ऐ धातु विषये किप् प्रति आगच्छति तदत्र प्रथमं सूत्रं लोपोव्युर्वलितनेन वकार यकारलोपः भवति आ एव अवशिष्यति तदनन्तरम् अतो लोपः सूत्रं कार्यं कर्तुम् अशक्यते तत्र अकारलोपः भवति अन्यसूत्रं वेरप्रकृतस्य सूत्रेण वकारलोपः भवति तत्समये शून्यम् अवशिष्यते तत् तदर्थमेव उपदेशे, अतः उपदेशे नास्ति चेत् इष्टं रूपं न प्राप्यते. उपदेशे अस्ति चेत् आलोपः न भवति, यतोहि आ इति उपदेशः अवस्थायां. स्मर्तव्यं यत् इत्युक्ते अत्र उपदेश इत्युक्ते पाणिनिना उपदेश ऋषिभिः उपदिष्टम् इति नास्ति, केवलम् अतिदेशिकदातवः इति न अतिदेशिक उपदेशिकदातवः इति न सन्ति. अति इति उपदेशे इत्यनेन उपदेशिकदातधातूनामपि ग्रहणं भवति, अतिदेशिकधातूनामपि ग्रहणं भवति. किन्तु यत्र अस्माकं प्रक्रियायाम् उपदेशावस्थायाम् इति स्मर्तव्यम्. यत्र प्रक्रिया अस्माभिः क्रियमाणा अस्ति तति आरम्भे यत् रूपं वयं धातुरूपम् इति स्वीकुर्मः तादृश उपदेशावस्थायाम् इति स्मरामः. तर्हि तस्मिन्नेव सन्दर्भे पुनः अस्तु भगिनि, अत्र सर्वत्र अत्र आदेश उपदेशे अशिति इत्यस्मिन् उपदेशे इति आगच्छति. पुनः अत्रापि अतो लोपः इत्यस्मिन् अपि अतः अङ्गस्य लोपः आर्धधातुके उपदेशे इति दत्तमस्ति. उपदेशावस्थायाम् इति अत्र विशेषत्वम् अस्ति खलु. तर्हि वयं कदा अत्र उदाहरणमपि भवती एव पठितवती, ऐ इति धातोः क्विप् प्रत्ययस्य योजनेन अत्र अयोगः इति अभवत्. अधुना वयं प्रथमकार्यमासीत् प्रथमसोपाने लोपव्योर्वलिक् कृतवन्तः. यत्र एकं कार्यं कुर्मः चेत् प्रथमम् ऐ योगः क्विप् इत्यस्मिन् ऐ इति धातुः उपदेशावस्थायाम् अस्ति, किन्तु अतोलोपः इत्यस्य प्रसक्तिः अस्ति नास्ति. अधुना प्रथमसोपाने लोपो व्योर्वलि इत्यस्य प्रसक्तिः अस्ति. तर्हि एकं कार्यम् अभवत्, तदनन्तरं वयं द्वितीयसोपाने यत् प्राप्नुमः अ इति अङ्गं, तत्तु उपदेशावस्थायां नास्ति इति वदामि. इत्युक्ते अत्र ऐ इति अतिदेशिकधातु धातूनां विभागद्वयं वर्तते खलु. यत्र उपदेशिकदातवः इति ऐ इति ऐ धातुः उपदेशिकधातुः, कथ इति धातुः उपदेशिकधातुः, तथा एव अतिदेशिकदातवः अपि सन्ति. यथा उदाहरणार्थं चोरी इत्यादीनि, यङ् यङ्ग्लुक् इति सर्वं योजयित्वा स्थनाद्यन्ता इति धातु योजयित्वा इति स्थनाद्यन्ताः इति प्रत्ययान् वयं योजयित्वा ये धातून् वयं प्राप्नुमः सर्वे अपि अतिदेशिकदातवः सन्ति. यद्यपि अस्माभिः निर्दिष्टाः सन्ति अतिदेशिकदातवः सन्ति, यदा सनाद्यन्ता दातवः इत्यनेन धातुसंज्ञा प्राप्यते तेषां, तदा तु तेषाम् उपदेशावस्था इति वदामः. तदनन्तरमपि धातुसंज्ञा भूत्वा तेषां नामकरणं तु तेषां यत्र प्रक्रियायां प्रथमसोपाने तेषाम् उपदेश अवस्था भवति. कार्यं कृत्वा उपदेशपर्यन्तं प्रत्ययं योजितं नास्ति तावत्पर्यन्तम् इति उपदेशावस्था अस्ति. साधु नूतनधातूनामपि पुनः प्रक्रियायां किमपि प्रत्ययेन सह वा अङ्गकार्यमपि न भवति चेत्, केवलं प्रत्ययस्य योजनम् इति नास्ति. अत्र तु लोपो व्युर्वलि इति अङ्गकार्यमेव भवति. प्रत्ययस्य आदेश ग्लै भवति, ग्लापि उपदेशावस्थायाम् अस्ति साधु न इति मन्ये भगिनि खलु. किमर्थम् इत्युक्ते अत्र पश्यतु, ऐ इत्यस्य अनुबन्धलोपानन्तरम् ऐ योगः इव तस्मिन् लोपो व्योर्वलि इति वयं तु केवलं प्रतिनिमित्तिकं कार्यं वर्णनिमित्तिकं कार्यं न अहम् उपदेशावस्था अनुपदेशावस्था इति अत्र एकं कार्यं यत्किमपि कार्यं विकरणं भवति चेत् तस्य उपदेशावस्था दृश्यते इति मन्ये. किन्तु ग्ला यदि भवति तत्र कोऽपि प्रत्यय इदानीं पर्यन्तं योजितं नास्ति. ग्लै ग्ला भवति. अस्तु भगिनि, वयं तु तस्मिन् विषये वयं न वदामः खल. अधुना ऐ इत्यस्मिन् विषये ऐ इति प्रथम इदं वयं पश्यामः, तदनन्तरं वयं व्या इत्यस्मिन् विषये पश्यामः. अस्तु, इदं कार्यम् अवगच्छति किम्? अत्र ऐ इति अस्ति, अत्र तु सन्धिकार्यमस्ति लोपो व्योर्वलि इति वर्णनिमित्तिकं कार्यं, तदा तु यकारस्य लोपः भवति, अ अवशिष्यते. ऐ इति अङ्गं य इति भवति, प्रत्ययस्य योजनं तु न अभवत्, अधुनापि प्रत्ययं न योजितम् अस्ति, वक्तपरे अस्ति, तथापि अकारस्य उपदेशावस्था नास्ति इति स्मर्तव्यम्. अस्तु अस्तु तदेव अस्ति. यदि वयम् एतद् अवगच्छामः चेत् तदपि वयं ज्ञातुं शक्नुमः. तत्र वयं तत् भगिन्याः धातु उदाहरणं किम् आसीत्? वेङ् इति खलु, वेङ् युगः यात् इति अस्ति. तत्र तु अधुना वेङ् इति उपदेशावस्थायाम् अस्ति इति कृत्वा वयम् आदेश उपदेश अशीति इति प्रथमं सोपाने वयं स्थापयामः कुर्मः. तदनन्तरं तत्र वा इति भवति. तदनन्तरं द्वितीयकार्यं सम्प्रसारणकार्यं. सम्प्रसारणकार्यं करणार्थम् उपदेश इति उपदेशावस्था इति अत्र निमित्तं नास्ति, आवश्यकता नास्ति तत्र. अस्तु, उपदेशावस्थायाः आवश्यकता. तर्हि प्रथमसोपाने प्रथमे यत्किं किमपि कार्यं वयं न कृतवन्तः, केवलम् अनुबन्धलोपस्य अनन्तरं यत् रूपम् अस्ति. यदि औपदेशिकधातुः अस्ति चेत् अनुबन्धलोपस्य अनन्तरं तदातु उपदेशावस्था इति वदामः. अतिदेशिक यदि अतिदेशिकधातुः अस्ति चेत् अतिदेशिक सनाद्यन्ताधातवः इति प्रत्ययं योजयित्वा यत् रूपं वयं प्राप्नुमः तत् उपदेशावस्था इति वदामः. सा अवस्था उपदेशावस्था इति. अस्तु, अग्रे वयं पठामः. अस्तु, अत्र अतः उपदेश तर्हि अयोः गुह एव इत्यस्मिन् वयं तु अतोलोपः इति न प्रयोक्तुं शक्यते, कर्तुं शक्यते. किमर्थम् इति यः अवशिष्टः यकारस्य अनन्तरं यकारलोपस्य अनन्तरं सः तु उपदेशावस्था नास्ति इति कृत्वा अतोलोपः इत्यस्य प्रसक्तिः प्राप्तिः प्रसक्तिः अपि नास्ति. अनन्तरं ह्रस्वस्य पीति कृति कुत्तुक् इति अन्यत् अन्यसूत्रेण तुगागमः भूत्वा अत् इति रूपं प्राप्नुमः तावदेव. अस्तु, प्रश्नः अस्ति किम् अतोलोपः इत्यस्मिन् उपदेशे इति किमर्थम् उक्तम् अस्ति इति वयम् अत्र महोदयेन विवृतम्. वयम् एतावत् पर्यन्तं सूत्रद्वयम् एव वयं पठितवन्तः खलु, यत्र उपदेशे इति निर्दिष्टं भवति. आदेशेशिति अनन्तरम् अतोलोपः इति वयं पश्यामः. सूत्रद्वयमपि अनुवृत्तितः आगच्छति, पश्यामः अनुवृत्तितः आगच्छति. ओ अत्रापि ओ अस्तु, अस्मात् सूत्रात् उपदेशे इत्यस्य अनुवृत्तिः इति 6-4 अनुदात्तोपदेश इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः आयाति सर्वत्र इति मन्ये अग्रे. अनेके सूत्राणि सन्ति, वयं तु सूत्रद्वयमेव. जनकनकसाम् इत्यस्मिन् अपि उपदेशे तत्र अस्ति वा न जाने, नो चेत् प्लुत इति खलु मण्डुकरीत्या इति मन्ये. किन्तु अत्र अष्टाध्यायी .com मध्ये तु उपदेशे इति अनुवृत्तिः न दत्तमस्ति, किन्तु महोदयेन यथा विवृतं तस्य प्राह्य आवश्यकता निश्चयेन आवश्यकता वर्तते उपदेशे इति. अस्तु, अग्रे सरे अचः अस्मिन् पूर्वविधौ इति प्रथमवाक्यम् अन्तिमवाक्यं पठित्वा गच्छामः. पुष्पभगिनीं पठति किं भगिनि? आं भगिनि, आं भगिनि. अत्र किं किं पठामि किं भगिनि? अचः परस्मिन् पूर्वविधौ इति तत् अग्रे आगच्छति. ओहो, जस्ट् अपियर्स् वेन् यु लुक् बेक् वेन् यु लूस् इस् इट् हेट् गो बेक् टु द एकनिमिषम् ते च उपदेशे अनुदिताम् चलादिनि. अस्तु, अचः परस्मिन् कुत्र कीप्स् डिसपियरिङ्ग् अतो लोपः अचः परस्मिन् अस्तु. परिनिमित्तकः अजो अजादेशः स्थानिवद् भवति, पूर्वविधौ कर्तव्यम्. अचः स्थाने यः आदेशः सः अजादेशः, यस्य स्थाने आदेशः विधीयते सः स्थानी, अजादेशः स्थानिवत् नाम यः आदेशः अचः स्थाने विहितः, एषः स्थानिवत् नाम यः आदेशः अचः स्थाने विहितः, सः पुनः मूलः अच् इव स्थानिवत् भवति. पूर्वविधौ नाम सा स्थितिः यदा स्थानिनः अचः पूर्वस्थितस्य कार्यं विधीयते. एकवारं वदामि, पठामि. पूर्वविधौ नाम सा स्थितिः यदा स्थानिनः अचः पूर्वस्थितस्य कार्यं विधीयते. परस्मिन् इति निमित्तसप्तमी, पूर्वविधौ इति विषयसप्तमी, पूर्वस्य विधिः पूर्वविधिः, षष्ठी सत्पुरुषः तस्मिन् पूर्वविधौ, अचः षष्ठ्यन्तं परस्मिन् सप्तम्यन्तं, पूर्वविधौ सप्तम्यन्तं, त्रिपदमिदं सूत्रं, स्थानिवत् आदेशो अनल्विधौ, क्षम्यताम्. इत्यस्मात् सूत्रमस्ति खलु भगिनि, प्रथमवाक्यं वाक्यम् इति पर्याप्तं ननु किम्? अनुवृत्तिसहितसूत्रम् अचः आदेशः स्थानिवत् परस्मिन् पूर्वविधौ. एतत् सूत्रं नूतनसूत्रं न, बहुवारं वयं पठितवन्तः भगिनि. अचः आदेशः यत्र अच् वर्णस्य स्थाने अन्य आदेशः आगच्छति सः आदेशः स्थानिवत् भवति, इत्युक्ते अचुवर्णवत् दृश्यते. कदा दृश्यते? परनिमित्तिकं कार्यं सूत्रम् आगत्य क्षम्यतां, परनिमित्तिकम् अजादेशः, क्षम्यतां, तथा वक्तव्यं महोदय. परनिमित्तिकम् अजादेशः इत्युक्ते परनिमित्तिकं किमित्तम् अस्ति परे इति कृत्वा वयम् अचुवर्णस्य आदेशं किमपि अन्यवर्णः अचुवर्णस्य स्थाने किमपि अन्यवर्णः आदेशरूपेण आगच्छति, तदा तु तादृश आदेशः अचुवर्णवत् दृश्यते. कदा दृश्यते इत्युक्ते पूर्वविधौ कर्तव्ये, इत्युक्ते अच् आदेशः यत्र अभवत् तस्मात् पूर्वं किमपि विधिकार्यम् आगत्य कार्यं कर्तुम् इच्छति चेत् तस्याम् अवस्थायाम् अचुवर्णः आदेशः अच् वर्णवत् दृश्यते इति. पट् हेतुमति च इत्यनेन प्रेरणार्थे धातोः निच् निच् आगच्छति. पट् योगः इ अत उपधायाः इत्यनेन उपधायाम् अतः वृद्धिः. निति निति प्रत्ययपरे पाठी इति सनाद्यन्ता धातवः इत्यनेन धातुसंज्ञा पाठी पाठी योगः यात् नेरनिति इत्यनेन निचः लोपः पाठ् योगः यात् अत्र निच लोप भूत्वा पाट् एव तिष्ठति. पाट् योगः यात् पाठ्यात् अत्र एतदेव निच् अस्ति, प्रत्ययः अस्ति, तत् तत् कारणात् तत् निर्णीति कार्यं करोति. दानिच् अस्ति ह्री क्ष्मायातां पुङ्गौ इत्यनेन आकारान्तधातुभ्यः पुक् आगमः भवति निच् प्रत्ययपरे. दा योगः पुक् योगः इ दापु दा योगः प् योगः इ दापि सनाद्यन्तः धातवः इत्यनेन धातुसंज्ञा दापि योगः यात् तथैव निरनीतिकार्यं करोति. दाप् योगः यात् दाप्यात् तथैव. पुङ् पुक् आगमः पूर्वमेव पठितवन्तः गुमश्च द अकारस्य अस्तु समीचीनं भगिनि समीचीनं बहु उत्तमं गुमास्ता इत्यनेन अस्ति ते सर्वे अस्तु भगिनि हलिपरे खलु अत्र तु भिन्नम् अस्ति अत्र इति भिन्नसूत्रमस्ति भिन्नसूत्रधातूनां कृते अत्र आताम् इति खलु अत्र तु आताम् इति अस्ति खलु आकारधातूनाम् इति पै पाने पै योगनिच् आदेश उपदेशयिष्यति इत्यनेन उपदेशे यजन्तस्य धातु आत्वं न तुष्यति पा योगनिच् शा छा सा ह्या व्या वेपां युक् इत्यनेन शो छो सो वे वे वे पै इत्येषां धातूनां युक् आगमो भवति निचि परे पा योग युक् निच् पा योग या योग इ पायि सनाद्यन्तधातवः इत्यनेन धातुसंज्ञा पायि पायि योगयात् नेन निति इत्यनेन निच्चलोप पाययोगयात् पायात् इति प्रथमम् उपदेशक अवस्थां धातु पै अस्ति तत्र आदेशे उपदेशयिष्यति अनेन षित् परे नास्ति अथ पै इत्यस्य आत्वं भवति सो पै पा भवति सो पा योग निच् अत्र पा योग निच् अनेन युक् आगम आगच्छति शा छा सा या व्या वेयां युक् युक् अनेन इति सूत्रेण पा सूत्रे उल्लिखितमस्ति अत्र अतः पा योग युक् योगनिच् आगच्छति ककारस्य संज्ञा भवति उकारस्य अपि संज्ञा भवति सो य अवशिष्यति सो पा योग इ पायि पायि इति सनाद्यन्तधाता अतिदेशकधातु भवति पायि योगनेन यात् इति रेण निति अनेन इकारस्य लोपः भवति यात् इति अनिति आदधातुकप्रत्ययः अस्ति सो पायि पायि यात् इति निष्पन्नं भवति तथैव नि इति अजन्तधातु ईकारान्तधातु अस्ति नि नि योगनिच् अत अचोञ्जनति अनेन नी तस्य ईकारस्य वृद्धिः भवति नञ् भवति नञ् योग ईकार इति अस्ति तत्र एचो यावनेन आय् आदेशः भवति नायि इति भवति नायि योग अनेन निति योगयात् इति अनेन ईकारस्य लोपः भवति नाय् यति नायात् इति भवति लिख् योगनिच् पुगन्तलघुपदस्य च इत्यनेन लघु उपदस्य एकगुणसार्वधातुके आर्धधातुके च प्रत्ययो परे लेखी इति भवति सो लिख् योगनिच् अत्र पुगन्तलघुपदस्य अनेन लेख् इति गुणं भूत्वा लेख् योगनिच् लेखी तद् लेख् योग रेण निति योगयात् इति तु लेख्यात् इति रूपं भवति अग्रे अस्ति भू योगनिच् भू इति भुवादिगणीयधातुः अस्ति तत्र भू योगनिच् योगयात् आसीत् भू तस्य वृद्धिः भवति भौ अचोञ्जनति अनेन सो भौ योगनिच् इति भावी आगच्छति तत्र भावी योगनेन निति योगयात् अत्र एकारस्य लोपः भवति सो भाव्यात् इति भवति अत्र फुट् नोट् अस्ति अत्र प्रश्न उदेति भू योगनिच् भावी यात् इत्यवसरेण निति षष्ठमध्यासे चतुर्थपादे एकपञ्चाशत् सूत्रम् अकृतसार्वधातुकयो दीर्घ सप्तम अध्यायस्य चतुर्थपादे पञ्चद्विवशन्ति सूत्रं विशन्ति सूत्रम् अनयोः द्वयोः युगपत् प्रसक्ति अन्यत्र अन्यत्र लब्धावकाश च भवत् अकृतसार्वधातुकयो दीर्घ इति परसूत्रम् अतः तस्य प्राप्ति भवेत् न तु नेन निति इत्यस्य परन्तु ङ्यङ्गुण्द्धिदीर्घेभ्य पूर्वविप्रतिषेधेन इति वार्तिकेन इयङ् ञ्यङ्गुण्द्धिदीर्घ इत्येषां कार्याणां निलोपेन लोपेन सह युगपत् प्राप्य अवसरे पूर्वविप्रतिषेध निर्लोप अल्लोप च बलवन्तौ भवत् इत्युक्तौ निर्लोपस्य अल्लोपस्य च विधायकसूत्रं पूर्वसूत्रं चेदपि तस्य बलं भवति. अत्र प्रश्नः उदेति यदि भावियोगयात् अस्ति तत्र द्वे सूत्रे आगत्य तस्य सङ्घर्षणं भवति बलाबलचिन्तनं अनेन निति अनेन यात् इति अन्यत् अस्ति आर्धधातुक सो ईकारस्य भावि इति ईकारस्य लोपः भवितुं शक्नोति. अकृतसार्वधातुकयो दीर्घ इति यात् इति अकृत् नास्ति सार्वधातुकप्रत्ययः नास्ति अत्र तस्य अपि प्रसक्तिः भवति सो ईकारान्त यत् ह्रस्व इकारान्त अङ्गम् अस्ति तस्य पूर्वं तस्य दीर्घत्वं भवितुं शक्नोति सो धावी इति भवितुं शक्नोति. किन्तु कथं तत् अकृतसार्वधातुकयो दीर्घ इति परसूत्रम् अस्ति सप्ताध्यायीम् अस्ति सो परसूत्र विप्रतिषेधे परसूत्रं बलवत् इति अनेन तस्य प्रसक्तिः भवेत् किन्तु तस्य बाधितं भवति इति वार्तिकेन लोपाव्यङ् ज्ञान गुण वृद्धि दीर्घभे पूर्वप्रतिषेधेन अनेन सूत्रेण यत् निलोप अस्ति वा अत्लोप भवति तत् कार्यं बलवत् भवति इयङ्ञान् गुण वृद्धि कार्य दीर्घकार्य एतेषां कार्येषाम् अपेक्षा सो यत् निलोप अस्ति तत् यत् सूत्रं निलोप अत्लोपस्य सूत्र यत् कारितं करोति तस्य सूत्रस्य संख्या पूर्वं भवेत् या परं भवेत् तस्य बलवत् अस्ति अन्यस्य अपेक्षां सो इति कारणेन नेन निति अकृतसार्वधातुकयो दीर्घ इति सूत्रस्य अपेक्षा बलवत् अस्ति इति वार्तिकेन सो पूर्वविप्रतिषेधेन तस्य कार्यं भवति. धन्यवादः भगिनि. अरुणा भगिनी अग्रिम क्षम्यताम् अरुणा भगिनी कृधातोः रूपं वदति किम्? ओके श्रूयते भगिनि. आम् आम् आम् क्रु योगः निच् क्रु निच् अस्ति अवशिष्यते क्रु वृद्धि भवति खारि इति रूपम् अस्ति कारियोगः क्रु योगः वृद्धिकार् प्रथमम् आकार आगच्छति तदनन्तरं वृन्रपर्ह सूत्ररेफ आगच्छति कार् इति कार् योगः इ खारि इति सनन्ददातवः कारियोगः यः आशीर्लिङ्ग् विषये नेरनिति इति सूत्रेण खार् एव इकार लोपः भवति पूर्व निजन्त रूपं खादि कार्यात् कार्यात् इति रूपं निष्पन्नं भवति. अत्र महोदय विवरणं कृतम् अत्र कृष् अत्र न क्रु धातु विषये तावदेव. पुष्प भगिनी वदति किं चो धातोः छेदने इति? पुष्पभगिनी म्यूटेड् अस्ति. हिमा भगिनी भवती वदति किं भगिनी चोच्छेदने इति धातोः निच् निच् निजन्तदा निच् वयं प्रेरणाति निज् निच् योजयित्वा अनन्तरं वयम् आशीर्लिङ्गं स्थापयामः. अस्तु भगिनि, करपत्रं मम पुरतः नास्ति, क्षम्यताम्. अद्य एवमेव अस्ति अस्मि भगिनि, वदतु. अस्तु, तर्हि चो इति धातुः अस्ति, तत्र एजन्तधातुः इति कृत्वा तत्र प्रथमम् आत्वं विधीयते आदिचोपदेशेषिति इति कारणेन, अतः चो इत्यस्य चा इति भवति. तदनन्तरं णिच् प्रत्ययः अस्ति, तर्हि तत्र यत्र णिच् इति आगच्छति इदानीम् अत्र युकागमः भवति इति मन्ये, किल भगिनि? युक् इति कृत्वा तत्र युकागमः भवति, तर्हि तत्र छायि इति नूतनसनाद्यन्तधातुः. तदनन्तरं छायि योगः यात्, इदानीं यात् इति आर्धधातुः अस्ति, अपि च अनिट् अस्ति इति कृत्वा नेरनिटि इति कृत्वा तत्र णिचः इकारस्य लोपः भूत्वा छाय् योगः यात् छाय् यात् इति यकारद्वयं दृश्यते इति. समीचीनं वा? आं भगिनि, छायात् इति एकारः तु वलि नास्ति इति कृत्वा कायात् इति एव छायात् इति एव तिष्ठति. धन्यवादः भगिनि. पुष्पा भगिनि, अत्र द्वे अत्र द्वे यास् या एकारः आगच्छति न? आम् आम् तिष्ठति, एकारः तिष्ठति, एकारः द्वे एकारः वद् तदेव सम्प्रसारणम् अस्ति वा इति उक्तं पृष्टं महोदय. एतत् निच् निच् अस्ति तथैव न आगच्छति इति वद वद् एव वद् निच् अस्ति वद् योगः यि वदि अत्र अतो न कोऽपि नास्ति अतुपदायाः इत्यनेन वादि वादि आगच्छति न वादि वादि अत्र वादियोगः यात् अत्र इकारः नेरनिति इत्यनेन लोपः भवति वाद्यात् अरुणा भगिनी पुनः सरला भगिनी उक्तवती शिप् योग निच् शिप् पुगन्तलघुपद्यस्य अनेन शिप् योग निच् तत्र रेण निति अनेन तत्र शेपि योग रेण निति योग यात् सो शेप् यात् इति भवति. धन्यवादः भगिनि. अरुणा भगिनि भगिनि, बुद्ध् योगः निच् बुद्ध् उपादाय पकन्तलघुपदस्य सूत्रेण गुणः भवति. बोध् योगः निच् बोधि बोधि इति सनन्तदातवः बोधियोगः निच् यात् यात् इति आददातुक अनिट् अस्ति तद् ततः यदागमनः भवति. बो नेरनिति सूत्रेण लोपः भवति. बोध् बोध् योगः यात् बोध्यात् इति रूपं भवति. मन्ये खलु. पुष्पा भगिनी, हेमा भगिनी, कृष्यति. आं भगिनि, अत्र कृष् इति धातुः अस्ति. कृष् प्रथमं तु तत्र पुगन्तलघुपदस्य इति कृत्वा तत्र गुणः भवति. यथा गुणः भवति तत्र उरण्रपरः इत्यनेन तत्र कर्ष् इति रूपम् आयाति आगच्छति. तर्हि कर्ष् योगः णिच् कर्षि इति भवति. तर्हि कर्षि इति यदा भवति तत्र पुनः नेरनिटि इत्यनेन इकारस्य लोपः भूत्वा तत्र कर्ष्यात् इति रूपम् आगच्छति इति मन्ये. परन्तु तत्र इदानीं करपत्रमस्ति भगिनी, पठामि. तत्र स्टार् मार्क् दृश्यते, अधोभागे दत्तमस्ति. अत्र कृष् गुणं कृत्वा कश् इत्युक्ते प्रथम न उरण्ड्रपरस्य प्राक् एव तत्र कश् इति लिखितं. यदा कश् इति आगच्छति तर्हि तत्र उपधायाम् अकारः अस्ति इति कृत्वा तस्मिन् समये अतोपधायाः अपि च उरण्ड्रपरः द्वयोः प्रसक्तिरस्ति इत्यनयोः एकत्र प्राप्तिरस्ति किम् इति प्रश्नः. भवति चेत् अत उपादायाः परसूत्रम् अपि च तयोः अन्यत्र अन्यत्र लब्धावकाशः अस्ति आधारेण तस्य बलं स्यात् किन्तु नैव तथा यतोहि रपरबलेन ऋकारस्य स्थाने गुणादेशः अकारः भवति रपरत्वं न भवति चेत् ऋकारस्य स्थाने गुणादेशः न भवति एव अतः यद्यपि उरण्परः इत्यस्य अपेक्षया अत उपादायाः परसूत्रम् अपि च तयोः अन्यत्र अन्यत्र लब्धावकाशः अस्ति तथापि अत्र उपादायाः इत्यस्य अत्र प्रसक्तिः एव नास्ति अत्र रपरत्वं बलं बलीयः इति जानामि परन्तु किमपि वार्तिकं किमपि अस्ति वा अत्र विद्याभगिन्या किमपि उक्तवती तत्र परन्तु वेगेन उक्तवती इति अहं सम्यक् न श्रुतवती न भगिनी अस्ति यथा कृष् अस्ति तस्य गुणः भवति साधु गुणः यदि भवति तत्र गुणः अस्ति अर् साधि गुणः भवति प्रथमम् अ आगच्छति यदि किम् अस्ति सूत्रं यदि भवति यदि गुणसंज्ञक स्थाने अन्तरतम् अनेन यत् अकार यदि केवलं वदामः तु अकार तु कण्ठस्य अस्ति किन्तु यदि ऋकार अस्ति यस्य स्थाने आगच्छति ऋकार तस्य स्थानं मूर्धन् अस्ति तु तत्र सामान्यं सामान्यं नास्ति इति सामान्यं कृते रपर अतः अर् इति भवति यदि रपर नागच्छति तत्र अ एव न गुणः भवति तस्य साम्यं न भवति गुणस्य तत्रापि प्रथमतया एव तत्र किञ्चित् क्लेशः अस्ति किल भगिनि तत्र रपरः रकारः अपि कुत्र आगच्छति मूर्धा एव अस्ति अपि च ऋकारः मूर्धा अस्ति किन्तु सोपाने यत् अकारः आगतः स तु कण्ठ्यः वर्तते तर्हि स्थानेन्तरतमः इति भवति खलु तत्र आदेशः भवति तत्र समानवर्णः भवेत् तर्हि यत्र रेपः न आयाति पुरण्णपरः यावत्पर्यन्तं न आयाति अस्माकं तु प्रयत्नः तु केवलं कण्ठ्यः तिष्ठति खलु अत्र मूर्धन्य उच्चारणम् आयाति रेपः इत्यनेन पूर्वं तु किमपि आगच्छति यदा उरण् यथा किम् अस्ति अतोपदायः इति कार्यं करोति तदा एव उरण्परः अपि अग्रे साक्षात् अग्रे आयाति अत उपादायः यदि कार्यं करोति तर्हि तत्र किं भवति का इति भवति यत्र गुणः न भवति अतोपदाय प्रसक्तिः नैव आगच्छति कारणकि गुण एव न भवति न न भगिनी प्रथमं तु गुणकार्यम् आसीत् खलु गुणकार्यं यदा भवति तदा एव तस्मिन् अकारः यदा आगच्छति अत्र उरण्परः पश्यति चेत् ऋकारस्य स्थाने यदा अण् आदेशः भवति तदा तु सः सर्वदा रपरः एव अस्ति अण् आदेशः तु सर्वदा रपरः भवतु इति अस्ति खलु तत्र तु रेपः परे आगच्छति इति न उक्तमस्ति कारः एव रपरः अस्ति इति उक्तमस्ति खलु नित्यं रेपः आगच्छति नो चेत् अस्मिन् सन्दर्भे रपरः इति कथं पर आगच्छति चेदेव तादृश कारः भवति खलु इति कृत्वा साक्षात् अग्रे आगच्छति तदनन्तरम् अतोपदाय प्रसक्तिरेव नास्ति तत्र तु तादृशसन्देहः एव न उदेति इति मम चिन्तनम् एतद् दातुः पुष्पा भगिनी वदतु एतद् दातुः म्यूटेड् एतद् दातुः अत्र Again, it goes away. my computer is really bad, you know, when it is not, I mean, spoon actually. एवमेव वदतु भगिनि. एवमेव निच् अस्ति. अत्र यत् कोऽपि नास्ति इति मन्ये. एधि एव तिष्ठति. एधि एव. हलो. हा हा. श्रूयते. हा श्रूयते भगिनि. हरि ओम्. हा श्रूयते वा? शृणोमि भगिनि. श्रूयते वा? एद् एद् तथैव तिष्ठति. निच् अस्ति. एधि इकार भूत्वा एधि अस्ति. अत्र नेरनिटि इत्यनेन इकारः गच्छति. एध्यात् अत्र तु एकारः तु गुणवर्णः अस्ति इति कृत्वा भिन्नकार्यं गुणकार्यं कोऽपि नास्ति. अत्र वृद्धिः कोऽपि नास्ति. अरुणा भगिनी भवति किं गण इत्यस्य स्मर्तव्यम् अत्र अकारः अस्ति गण इति अकारान्तदातः चुरादिगणे अकारान्तदातुः गणयोगः निच् अत्र अतोपदायः प्रथमं तु अतोलोपः भवति. अतोलोपः भवति तथा गण् योगः निच् अधुना अत उपदायः इत्यस्य दृष्ट्या अचः परस्मिन् पूर्वविधौ इति सूत्रेण अतोपदायः तु गण् गण इति एव पश्यति. अतोपदाय अतोलोपः प्रथमं कार्यम् अभवत् येन अकारस्य लोपादेशः जातः. तदनन्तरम् अतो किमस्ति अतोलोपः इति कार्यं कृत्वा अकारस्य स्थाने लोपादेशः जातः. अधुना अतोपदायः इति तु पूर्व परनिमित्तिकम् अतोलोपः इति परनिमित्तिकं सूत्रमासीत्. अतोपदायः इति तु पूर्वविधि कार्यमस्ति इति कृत्वा तस्य दृष्ट्या नकारवर्ति यः लोपः अस्ति अकारवत् दृश्यते. तदनन्तरम् अचः परस्मिन् पूर्वविधसूत्रमागत्य अनेन सूत्रेण आकारलोपः दृश्यते. ततः खति गुण वृद्धिकार्यं न भवति. वृद्धिकार्यं न भवति. कति इति तिष्ठति गणि इति रूपं गणि गणि योगः यात् अत्र नेरनिट् इति सूत्रेण यात् इति आर्धात्मकप्रत्ययः अनिटः अस्ति. ततः गण गण् योगः अवशिष्यते. गण्योयात् गण्यात् इति रूपं निष्पन्नं भवति. समाप्तं खलु एतावत्पर्यन्तं महोदय. क्षम्यताम् अद्य बहु समाप्तं कृतवन्तः. सन्नन्तदातवान् सन्नन्तः अपि कृतवान् किम्? ओ अस्तु अस्तु तर्हि तदपि हेमा भगिनी वदति. सरला भगिनी भगिनी हेमा भगिनी सा सम्यक् वदति. ओ ओ हेमा भगिनी भगिनी सरला भगिनी भवती तु निपुणा भगिनी भवती आं भगिनि आं सरला मम कहम् अहं तु केवलं योजिका अस्मि. अत्र सरला भगिनी अस्ति अस्माकं न भगिनी अहं किमपि न जानामि. हेमा भगिनी भवती वदतु. अहं वदामि यदि अहं किमपि त्यजामि चेत् तत्र मां स्मारयतु भगिनि. अस्तु. सन्नन्तदातवः औपदेशिकधातुभ्यः सन् प्रत्ययः विधीयते चेत् सन्नन्तदातुः इति आतिदेशिकधातुर्भवति. येषां सर्वेषां सन्नन्तानाम् अन्ते अकारो भवति नाम एते सर्वे अदन्तदातवः. अतः अतोलोपः इत्यनेन आर्धधातुकप्रत्यये परे तस्य अकारस्य लोपो भवति. तर्हि इदानीं सन्नन्तदातवः अस्ति. सन्नन्तदातः प्रथमं तु सन्प्रत्ययः उपदेश अवस्थायां स्थितधातुभ्यः एव विधीयते इति. तर्हि धातुः योगः सन्प्रत्ययः यदा एतादृश सन्प्रत्ययः तु द्वादशप्रत्ययेषु अन्यतमः इति कृत्वा तत्र आतिदेशिकधातुः अपि अस्ति, अतः तस्य योजनेन तत्र आतिदेशिकधातुः निर्मीयते. अपि च यत्र यत्र सन् इति भवति तत्र सकारस्य नकारस्य लोपः भूत्वा केवलम् अकारः अवशिष्यते, अतः सर्वे धातवः इदानीम् अदन्ताः भवन्ति. यदा अदन्ताः भवन्ति तर्हि तत्र अन्तिम अकारस्य लोपः भवति अतोलोपः सूत्रेण, यथा इदानीम् अरुणा भगिनी उक्तवती गण् कृते, नो चेत् कत् कथ कृते, तादृश अत्रापि समानकार्याणि भवन्ति अत्रापि. अतः अतोलोपः इति सूत्रं सूत्रेण तत्र अकारस्य लोपः भवति. अतोलोपः सूत्रमपि एकवारं पठामि. अदन्ताङ्गास्य ह्रस्व अकारो लोपो भवति आर्धधातुकप्रत्यये परे इति. तर्हि अनुवृत्तिसहितसूत्रमस्ति, अतः अङ्गस्य लोपः आर्धधातुके उपदेशे इति. तर्हि अतः अङ्गस्य, तादृश अङ्गः अङ्गं यत्र अन्ते अकारः भवति, तादृश अङ्गस्य अन्तिम अकारस्य लोपः भवति, निमित्तमस्ति आर्धधातुके इति. तर्हि अत्र अस्मिन् प्रसङ्गे तु यात् इति आर्धधातुकप्रत्ययः अस्ति इति कृत्वा आर्धधातुके. अपि च अत्र उपदेशे इति उक्तम् अस्ति. अत्र उपदेशे इति तस्य प्रयोगः प्रयोजनं किम् इत्युक्ते, उपदेश अवस्थायां स्थितधातूनाम् एव अकारस्य लोपः भवति, न तु परिवर्तनानन्तरम् इति. किल भगिनि? आं भगिनि, सन्यन्तधातव आतिदिशकधातु भवति, कथम् उपदेशावस्थायां भवति तत्र? तत्र परन्तु न, परन्तु सन्नन्तधातुः यदा आगच्छति तर्हि तत्र पूर्वम् उपदेशिकदा औपदेशिकधातु एव आसीत् किल भगिनि? किन्तु तस्य परिवर्तनं भवति साधु सन् प्रत्ययोजनेन. नूतनधातुः अस्ति खलु भगिनि, नूतनधातु आतिदेशकधातु भवति साधु. आरभ्यमाना अस्ति जिगमिषयोगः यात् इति प्रक्रिया, नूतनप्रक्रिया अस्ति. नूतनधातुः प्राप्तं जिगमिषय पूर्वं वयम् उदाहरणं दृष्टवन्तः, वययोग क्विप् प्रत्ययः अस्ति तत्र सर्वं शून्यं भवति, कथं द्वयोः क्विप् अपि सनन्तधातुः तत्र तु वयं अत्र तु प्रथमम् एकारलोपं न किमपि न कार्यं न भवत् खलु इति कृत्वा उपदेशव्यवस्था इति वदामः. न अत्र एतादृशं भवितुम् अर्हति वा प्रत्ययस्य निर्माणसमये इति भवितुम् अर्हति वा? अत्र उपदेशे यथा भगिन्या उक्तम् इदानीं गम् धातुः प्रथमं तत्र द्वित्वं भवति. अधुना जिगमिष इति यात् इत्यस्मिन् गम् धातुः एव नास्ति, नूतनधातुः जिगमिष इति धातुः. सत्यं, परन्तु प्रथमं गम् इति औपदेशिकधातुः आसीत्, तदनन्तरं तत्र द्वित्वं सर्वत्र अवस्था इति यत्र वदामः अत्र यत्र उपदेशव्यवस्था इति यत्र वदामः तत्र तु यदि उपदेश यदि औपदेशिकधातुः अस्ति चेत् अनुबन्धलोपस्य अनन्तरं यत्र रूपमस्ति तत् उपदेशव्यवस्था. अतिदेशिकधातुः अस्ति चेत् यत्र धातुसंज्ञा प्राप्यते प्रत्ययं सनादिप्रत्ययं योजयित्वा धातुसंज्ञा भवति तदा तु तस्य उपदेशव्यवस्था अस्ति. इत्युक्ते भवती वदति जिगमिष इति औपदेशिक उपदेशावस्था इति वा? आं सत्यम्. अत्र तु किमपि नूतनकार्यं अस्यां प्रक्रियायां नूतनप्रक्रिया अस्ति, नूतनधातुः नूतनधातुः, परन्तु तत्र तु आतिदेशिकधातुः किल भगिनि? सत्यं, परन्तु तत्तु आतिदेशिकधातुः किल? अत्र सूत्रे यत्र उपदेश औपदेशिक इति संज्ञा अस्ति, भिन्नम् अस्ति उपदेश इति अवस्था इति यत्र वयं सूत्रेषु उपदेश इति पठामः खलु, तत्तु भिन्नम् अस्ति महोदयेन किञ्चित् पूर्वमपि प्रतिपादितम् आसीत्. अत्र प्रथमं वाक्यं पश्यतु भगिनि, औपदेशिकधातुभ्यः सन् प्रत्ययः विधीयते चेत् सन्नन्तधातुः इति आतिदेशिकधातुः भवति. अधुना आतिदेशिकधातोः किम् अस्ति उपदेशावस्था अस्ति युगमिष्य एवं स्वीकार्यं वा? न तु कुत्र कुत्रचित् वयं किं कुर्मः तत्र उपदेशे इत्युक्ते प्रत्ययस्य उपदेश अवस्थायाम् इति कुत्रचित् तादृशम् अपि वदामः किल? न न न न तथा किमपि न मया न स्मर्यते. तथा कुत्र वदामः? सरला भगिनी स्मरति वा? भगिनी यदि प्रत्यय धातुतः आदेशः सः विधानं भवति तत्र भिन्नं भवति न अपदेशक अवस्था युक्ता भवति साधु प्रत्यययोजनेन. अत्र किञ्चित् क्लेशः भ्रमः अस्ति. तदेव भगिनी पुनः वदामि खलु. महोदय अपि द्वयनिमिषं पूर्वं कृतवान् तत् पुनः वदामि. अत्र तु उपदेश इति श्रुत्वा औपदेशिकधातुः इति भ्रमः मास्तु. उपदेशावस्था इत्युक्ते धातोः उपदेशावस्था, किमपि परिवर्तनं न अभवत्. धातुः साक्षात् तिष्ठति. अनुबन्धलोपस्य अनन्तरम् इति स्मर्तव्यम्. अनुबन्धलोपः तु भिन्नकार्यम्. अनुबन्धलोपस्य अनन्तरं धातुः साक्षात् तिष्ठति. किमपि सूत्रम् आगत्य अधुना कार्यं न कृतम् इति भवति चेत्, खल् सन्धिकार्यमपि न कृतं, प्रत्ययस्य योजनमपि न कृतं चेत्. परन्तु जिगिमिष इति निर्माणसमये वयं तु द्वित्वं योजितवन्तः. भिन्नं सोपानम् अस्ति भगिनि, तदेव पुनः वदामि खलु. भिन्न अत्र स्तनाद्यन्त दातवः इति कदा आयाति? अन्तिमसोपाने एव कद् स्तनाद्यन्त दातवः इति तन्प्रत्ययस्य मेलनं भूत्वा अन्तिमसोपाने एव स्तनाद्यन्त दातवः इति संज्ञा प्राप्नोति खलु. तर्हि यदा संज्ञा प्राप्नोति अधुना नूतनधातुः अस्ति खलु. धातुसंज्ञा अस्ति तस्य उपदेशावस्थायां धातु. अस्तु, किं कुतः भ्रमः जायते? पूर्वमहोदयेन बहुकालात् पूर्वं तादृश किमपि उक्तमासीत्. तदनन्तरमहोदयेन तत्र पुनः विवृतम्. औपदेशिकं वा आतिदेशिकं वा भवतु, उपदेशावस्था इत्युक्ते धातोः आदौ स्थितिः अस्ति तदेव इति. तत्र विकृतिः किमपि मास्तु. हल्सन्धि वा प्रत्ययोजनं वा अङ्गकार्यं वा किमपि मास्तु. केवलं धातोः प्रकृतिरूपं यत् अस्ति तदेव. अनुबन्धलोपस्य अनन्तरं यत् रूपमस्ति तदेव उपदेशं. तर्हि तदनन्तरं किमपि कार्यं नास्ति अत्र विशिष्टकार्यम् इति वक्तुं न शक्नुमः. जिगमिष इति इदानीम् अदन्तधातुः अस्ति, अतो लोपः, अनेन तत्र अकारस्य लोपः भवति. तदनन्तरं यात् योजनेन तत्र केवलं मेलनं भूत्वा जिगमिष्यात्. जिगमिष इत्यस्मिन् अपि पुगन्तलघुपदस्य चेत् प्रसक्तिः अस्ति खलु. जिगमिष इत्यत्र नास्ति किल, उपदायां तु शकारः वर्तते. अतोलोपः भूत्वा उपदेश क्षम्यतां गुणकार्यस्य प्रसक्तिः अस्ति खलु. अतोलोपः कृत्वा वयं तादृशं चिन्तनं कर्तुं शक्नुमः वा? तदेव अस्ति, तदेव अत्र किम् अस्ति अस्माकं सूत्रमासीत् किम् अचः परस्मिन् पूर्वविधौ इति सूत्रेण अत्र यः लोपादेशः जातः सः तु अकारवत् दृश्यते. सत्यं सत्यं, प्रसक्तिः न भवति. तत्र शकारः एव दृश्यते उपदायां, न तु इकारः. अकारः दृश्यते, न तु लोपः. सत्यं, तर्हि तत्र केवलं जिगमिष्यात् इत्येव रूपम् आगच्छति. भगिनि अत्र सन् इत्यस्मिन् सकारस्य लोपः कुतः भगिनि? सकारस्य लोपः कथं भवति न स्मरामि, न जानामि वा न स्मरामि इति द्रष्टव्यं. प्रायः तत्र पश्यामः भगिनि, नो चेत् न. सन् इति किमपि न तिष्ठति सन्प्रत्ययस्य. सन्प्रत्ययस्य किम् अवशिष्यते? अकारमेव अवशिष्यते, परन्तु सकारस्य लोपः केन सूत्रेण इति भगिनि. शकारलोपः अत्र अस्ति भगिनि. अनन्तरूपं वयम् एतावत्पर्यन्तं महोदयेन न पाठितं, न कृतम्. अग्रे करिष्यति महोदय, अधुना करिष्यति अस्माकं भानुवासरे करिष्यति. यदा वयं कारकं समापयामः इदमपि वर्गं योजयिष्यति इति मन्ये, कृत्वा एव वयं तत्र प्रतीक्षां कुर्मः भानुवासरस्य वर्गे. मासे अनन्तरं ददति गच्छति शुकमहोदयेन. आमां, किन्तु सम्यक् पाठयति. आमां, पश्यामः वयं अस्तु पश्यामः यदि प्राप्स्यामः तर्हि तत्र स्थापयामः कथं गच्छति इति कदाचित् मया पठितं परन्तु इदानीं किमपि न स्मरामि विस्मृतवती स्थिरमाम वा किञ्चित् दृष्ट्वा आगच्छन्तु अग्रिमसप्ताहे केन अस्तु भगिनि अस्तु धन्यवादः धन्यवादः धन्यवादः शुभरात्रिः शुभरात्रिः